नमस्कारः, अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति अनदन्ताङ्गानां कृते सिद्धप्रत्ययः इति विषयः अनुवर्तते। तत्र अनदन्ताङ्गानां परस्मैपदीधातूनां सिद्धप्रत्ययाः के के भवन्ति इति अस्माभिः चर्चितं, लटि, लोटि, लङ्गि, विदेलिङ्गि च। तत्र लट्लकारे किं भवति, अनदन्ताङ्गम् अदन्ताङ्गम् अनयोः भेदः अस्ति वा नास्ति वा, वदति शोभा भगिनी, वदतु। तत्र लट्लकारे अनदन्ते अदन्ते, अस्तु, आत्मनेपदी सन्ति चेत् अदन्ते अनदन्ते परस्मैपदीनाम्, अस्तु, लट्लकारे क्षम्यतां भगिनि, भेदः नास्ति इति मन्ये? हा, सामान्येन भेदः नास्ति, परन्तु कुत्रचित् कुत्र एकस्मिन् स्थले भेदः अस्ति, कुत्र तत्र जुहोत्यादिगणे इत्युक्ते यत्र अभ्यस्तसंज्ञा भवति, अभ्यस्ताः भवन्ति, तत्र भेदः भवति। परस्मैपदे लट्लकारे भेदः नास्ति, अङ्गम् अदन्तं वा अनदन्तं वा, किन्तु अभ्यस्तम् अस्ति चेत् यथा भवती उक्तवती जुहोत्यादिगणे तु भवति एव इति जानीमः, अन्यत्रापि कुत्रचित् अभ्यस्तसंज्ञाः भवन्ति, तर्हि तत्र भेदः दृश्यते, यथा तत्र जुहोत्यादिगणे तथा तत्र भेदः मध्यमपुरुषे लटि लटि भेदः अस्तु, लोट्लकारे भेदः अस्ति, लटि तत्र अन्ति इत्यस्य अभ्यस्तसंज्ञाः भवन्ति चेत् अति इति भवति, न तु अन्ति। तत्र पठन्ति इति लट्लकारे पश्यामः पठ्धातोः, किन्तु दाधातोः ददाति इति तत्र तु आति इति भवति, किन्तु तत्र नकारः न दृश्यते, तदेव ददाति इति तु एकवचने अस्ति खलु, क्षम्यतां, ददति ददति ददाति, दत्तः ददति, ददति इत्यत्र ददन्ति इति न भवति, अति इति एव भवति, तदेव एकः एव भेदः वस्तुतः। समीचीनं समीचीनं, धन्यवादः। तर्हि सरस्वती भगिनी वदति वा, लोट्लकारे कः भेदः, अदन्ताङ्ग अनदन्ताङ्गम्? अस्ति वा भगिनि? स्वागतवती, अस्तु। तर्हि किम् उषा भगिनी वदतु, अदन्तमङ्गम् अनदन्तमङ्गं लट्टि लोटि कः भेदः? भेदः अस्ति वा न वा? लोटो लङ्वत् लोटो लङ्वत् न स्मरामि। ओके, अस्तु अस्तु, तर्हि विजयलक्ष्मी भगिनी वदतु। ओ हि हि अस्तु भगिनि, हि हि अस्ति, अतो हे हे इत्यनेन पूर्व अदन्ताङ्गं चेत् हि लुक् भवति, अनदन्तम् अङ्गं चेत् हि अस्ति एव। सेर्ह्यपिच्छ लोटः लस्य सेह हि लो सेर्ह्यपिच्छ इत्यनेन मध्यमपुरुषे एकवचने हि अस्ति, अतः अङ्गात् हे हे लुक् भवति, बट् परन्तु अनदन्त अङ्गात् लोटः लस्य सेहे हि भवति, अपित् आल्सो अपित् अपि भवति। वस्तुतः अत्र एकः एव भेदः इति, एकः सामान्यतया भेदः, अपि च अन्यत्र अपि एकः भेदः भवति, कुत्र? तुता ताम् अन्तु हिता तं त आनि आव आम हि अपि च तात् क्षम्यतां भगिनि, न स्मरामि। नास्ति चिन्ता, तत्र विजयलक्ष्मी भगिनी वदतु, अन्यभेदः कः, कुत्र अस्ति, हि इति तु अस्ति, अन्यत्रापि एकस्मिन् स्थले भेदः अस्ति, अत्र न प्रदर्शितम्। लोट् लकारे परस्मैपदेषु अनदन्त अङ्गेषु वा तत्र प्रथमपुरुष बहुवचने भगिनि किं भवति तत्र अन्तु ओदतु कामन्तु एव परस्मैपदेषु यथा ददति इति भवति तथा तथैव ददतु इति न भवति वा जुहोत्यादिगणे भवति सत्यम् इति अत्र तदपि तत् प्रश्नीयम् इत्युक्ते वस्तुतः इत्युक्ते एकः भेदः सामान्यतया सर्वेषु गणेषु एकः भेदः परन्तु जुहोत्यादिगणः अन्य विशिष्टभेदः अपि अस्ति तत्र किं प्रथमपुरुषे बहुवचने अतु इति प्रत्ययः न तु अन्तु इति प्रत्ययः ओके तदपि अहं स्थापयामि अदभ्यस्तात् इत्यनेव भगिनि तत्र अदभ्यास इत्यनेनैव अस्तु तद् बहुकालात् वयं पठन्तः स्मः अस्मिन् विषये वयं जानीमः परन्तु प्रायः तत्र न स्थापितम् एतत् स्थापनीयम् अतु इति भवति अस्तु इदानीं लङ् लकारे का गतिः विजयलक्ष्मी भगिनी वदतु लङ् लकारे तां भेदः नास्ति खलु भेदः नास्ति वा नास्ति सामान्यतया भेदः नास्ति परन्तु यथा तत्र लोटि लङ् लोटि तत्र जुहोत्यादिगणे भेदः तु अस्ति खलु तत्र अस्ति तत्र किं भवति अददत् इति भवति अददन् अददन् अददुः अददुः ओ लङ् लङ् लङ् तत्र उः भवति वा सृजभ्यस्य विधिभ्यः उः भवति आम् आम् अङ्गम् अभ्यस्तं चेत् अङ्गम् अभ्यस्तं चेत् जेः जुस् भवति खलु अतः उस्त् इति भवति द अददुः अददुः इति भवति न तु अददन् अनन्तरं विधिलिङ्गकारः मीना भगिनी वदतु विधिलिङ्गकारः अदन्तमङ्गं चेत् सर्वत्र भेदः अस्ति इति चिन्तयामि यात् यातां युः याः यातं यात तत्र यात् अस्ति अत्र विधिलिङ्गकारे अदन्तमस्ति चेत् तत्र इत् भवति इत्तेतां युः इहु भवति तत्र केन सूत्रेण भगिनि यासु परेषु उदात्तो निच्छ इत्यनेन यासु आगमः भवति तदनन्तरं अदन्तम् अङ्गमस्ति चेत् अतो येयः इत्यनेन भवति तदनन्तरं लोपोव्योगलि इति सयकारलोपः तद् इत्येव भवति इत्येताम् इयुः इति समीचीनम् इयम् इव इम यासुट् यासुट् इत्यत्र सकारस्य सर्वत्र लोपः भवति विधिलिङ्ग् लकारे लिङ्गः सलोपोनन्तस्य लोपोनन्तस्य यात् यातां युः यः यातं यात यां यावयाम इति अस्ति समीचीनम् इति पुनस्मरणम् अस्ति अस्माकं परस्मैपदिधातूनाम् इति परस्मैपदिप्रत्ययानाम् इदानीम् अत्र आत्मनेपदस्य तिङ् प्रत्ययः अदन्ते अनदन्ते च भेदः कः इति गतवर्गे अस्माभिः आरब्धम् आसीत् इति मन्ये पुनः एकवारम् आरम्भतः तत्र पठामः आत्मनेपदस्य तिङ् प्रत्ययः अदन्ते अनदन्ते च भेदः इति मीनावग्नि भवत्येव पठतु सी भागः अनदन् अर्धन्ताङ्गानां सिद्धति विभागः विभागः विभागः अस्ति वा आत्मनेपदस्य तिङ्प्रत्ययः अदन्ते अनदन्ते च भेदः तत् कृतं गतवर्गे आरब्धमासीत् आरब्धमासीत् पुनः एकवारं ततः अग्रे गच्छामः आत्मनेपदस्य लटि लोटि लङि च समानेषु त्रिषु प्रत्ययेषु भेदः अधः पश्यन्तु अध अनदन्तङ्गानां कृते लटि सिद्धप्रत्ययाः ते आ ते अते से आ ते द्वे एव हेमहे लटि ओके सिद्ध सिद्धतिङ्प्रत्ययः मूलप्रत्यय तासां जता सातां भमिद्विहिमिः ओके अनदन्तङ्गानां कृते लोटि सिद्धप्रत्ययः ताम् आताम् अथां स्व आतां द्वम् ऐ आवहै आमहे सूत्रमुक्तमेवं वा प्रति प्रत्यये न सूत्राणाम् इत्युक्ते तत्र सूत्राणि अस्माभिः पूर्वं पठितानि खलु अत्र किम् वक्तव्यम् इति चेत् प्रथमतया प्रत्ययाः के के इति वदतु तदनन्तरम् अधोभागे लिखितमस्ति कः भेदः इति तद् एकवारं पठतु अनदन्ताङ्गानां कृते लङि सिद्धप्रत्ययः अथ आताम् अथ थाः आथां द्वम् इ वहि महि त्रिषु लकारेषु भेदः भवति प्रथमपुरुष मध्यमपुरुषयोः द्विवचने आते आते अते आथे लटि आताम् अथाम् आथां लोटि आताम् अथ आतां लङि तदनन्तरं प्रथमपुरुष बहुवचने अपि त्रिषु लकारेषु भेदः अस्ति त्रिषु स्थलेषु अपि च अतः उदाहरणार्थं यत्र अङ्गम् अदन्तम् अस्ति रूपाणि एवं भवति लटि प्रकाशते प्रकाशेते प्रकाशन्ते प्रकाशते प्रकाशात् प्रकाशेते अदन्तम् अस्ति अत्र आत्मपदस्य एकवारं पठतु भगिनि कुत्र भगिनि अग्रे लिखितमस्ति खलु अतः उदाहरणार्थं यत्र अङ्गम् अदन्तम् अस्ति रूपाणि एवं भवति प्रकाशते प्रकाशयति प्रकाशन्ते अग्रे यत्र अनदन्तम् अस्ति रूपाणि एवं भवन्ति लटि चिनुते चिन्वाते चिन्वते यथा तथा किमर्थम् इति अधः वीक्ष्यताम् अग्रे पठामि वा प्रथमपुरुष मध्यमपुरुषयोः द्विवचने प्रथमपुरुष मध्यमपुरुषयोः द्विवचने पूर्वम् अस्माभिः दृष्टं यत् अङ्गम् अदन्तम् अस्ति चेत् तर्हि अत्र आत्मनेपदसंज्ञकप्रत्ययेषु यः आकारः अस्ति तस्य स्थाने इकारः भवति द्विवचने मूलप्रत्ययौ आताम् अथाम् अनयोः स्थितस्य आकारस्य स्थाने इ भवति आतौ मितः अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वं स्यात् तर्हि लटि इथे इथे लोटि इथाम् इथां लङि इथाम् इथाम् इति तत्र प्रथमपुरुष मध्यपुरुषयोः द्विवचने आतो नितः इति सूत्रेण परन्तु अङ्गम् अनदन्तं चेत् आकारस्य स्थाने ई आदेशः न भवत्येव अनदन्तङ्गेषु लटि आते आते आते इत्येव भवतः लोटि आथाम् आथाम् इत्येव भवतः लङि आथाम् आथाम् इत्येव भवतः तत्र किं वक्तव्यं भगिनी तत्र इत्युक्ते तत्र मूल इत्युक्ते मूलप्रत्ययाः के के सन्ति आत्मनेपदीप्रत्ययः मूलप्रत्ययाः के के सन्ति तथा आसां च ता सा तां द्वमि महिमहि एव मूलप्रत्ययाः सन्ति मूलप्रत्ययाः सन्ति तर्हि तत्र अनदन्त अङ्गमस्ति चेत् तत्र मूलप्रत्ययेषु मध्यम किं प्रथमपुरुषे द्विवचने अपि च बहुवचने बहु भेदः नास्ति त अर्थं झ इत्यत्र त अर्थं झ इत्यत्र भेदः नास्ति खलु परन्तु अङ्गम् अदन्तमस्ति इदानीम् आतोनितः इत्यनेन आकारस्य स्थाने इत्वं भवति खलु आतां तत्र तत्र टित आत्मनेपदेनान्तेरेति सूत्रेण तस्मात् आम् तत्र टित् बाधः भवति तस्मात् ए भवति आते न न न न न न पश्यतु त आताम् त आतां झ इति आत्मनेपदानां टेरे इति टी भागस्य किं भवति तत्तु भिन्नवार्ता अत्र का वार्ता इति चेत् आ इति यः भागः अस्ति मूलप्रत्यये त आत्खां झ तास् आत्खां द्वम् इड्वहि महि आ इति अस्ति खलु प्रथमपुरुषे द्विवचने अपि च मध्यमपुरुषे द्विवचने तादृश आकारस्य स्थाने लट्लकारः लोट्लकारः लङ्लकारः सर्वत्र आकारस्य इत्वं भवति तावदेव तदानीम् आताम् इत्यत्र इताम् इति भवति तदनन्तरं तत्र टी भागस्य टितात्मनेपदानां टेरे इति कृत्वा एकारादेशः भूत्वा इते इति भवति मध्यमपुरुषे द्विवचने इत्थे इति भवति एवं लोटि लङ्गि सर्वत्र वयं द्रष्टुं शक्नुमः खलु लङ्गि तु तत्र लङ्गि तु तत्र द्रष्टव्यं टितात्मनेपदानां टेरे इति न भवति टित्सु लकारेषु एव भवति खलु टितात्मनेपदानां टेरे लङ्गि तु तथा नास्ति अतः लङ्गि तु तादृशभेदः नास्ति तत्र मूलप्रत्ययः एव भवन्ति आथा इति एव तिष्ठति तत्र भेदः एव नास्ति लङ्गि आसामेव तिष्ठति इति तत्र प्रथमपुरुषे मध्यमपुरुषे भेदः अस्ति द्विवचने भेदः अस्ति आकारस्य स्थाने ईकारादेशः भवति अदन्तमङ्गमस्ति चेत् अनदन्तमङ्गमस्ति चेत् आकारः तथैव तिष्ठति तावदेव भेदः तावानेव भेदः खलु तर्हि ततः एव अत्र पुनःस्मरणं जायमानमस्ति तर्हि इदानीं तत्र अत्र कः वदति इदानीं तत्र कः अस्तु वंशीभगिनी वदति वा तत्र आत्मनेपदीनां अदन्ताङ्गमस्ति चेत् सिद्धप्रत्ययः के अदन्ताङ्गम् अनदन्ताङ्गं वा अदन्तमङ्गमस्ति चेत् आत्मनेपदिप्रत्ययः के अदन्ताङ्गानां लटि लोटि लङ्गि विधिलिङ्गि क्रमेण वदतु प्रत्ययः अस्तु लटि तु ते इते अन्ते से इथे द्वे ए वहे महे इति तु लटि अस्य आत्मनेपदिप्रत्ययः लोट् तु ताम् इताम् अन्ताम् स्व इत्थां द्वं ऐ आवाहे आमहे आमहे क्षमतम् ऐ आमहे आमहे आवहे तदेव स्मरणं पुरस्कृतम् ऐ आवहे आमहे इति महे इति भवति लङ्कलकार तु त इत्थाम् अन्त थाः इत्थां द्वं सत्यं विधिलिं तु ईत् इता ईत ईत यताम् ईरन् ईहि न ईथाः ईथाः ईः तु परस्वरूपी अस्ति ईथाः यथाम् ईध्वम् इय ईवहि न ईवहि ईमहि दीर्घकारः अस्ति तत्र सर्वं सम्यक् उत्तमम् इति तत्र अदन्त अङ्गानां प्रत्ययः इत्युक्ते तत्र सूत्राणि न स्मरन्ति चेत् चिन्ता नास्ति परन्तु सिद्धप्रत्ययः के इति तु सर्वदा स्मर्तव्यं तत्र तु न किमपि नास्ति तत्र स्मर्तव्यमेव यतोहि तत्र बहुत्र वयं रूपं साधयामः खलु अतः सिद्धप्रत्ययः के इति अस्माभिः अवश्यम् इति स्मर्तव्यं तर्हि इदानीं तत्र प्रथमपुरुषे द्विवचने बहुवचने भेदः प्रथमपुरुषे द्विवचने मध्यमपुरुषे द्विवचने भेदः अस्ति लटि लोटि लङ्गि इति दृष्टं तर्हि इदानीं प्रथमपुरुषे बहुवचने अपि भेदः अस्ति सः भेदः कः इति वंशीभगिनी भवती एव पठतु ओ अस्तु प्रथमपुरुषस्य बहुवचने आत्मनेपदे अङ्गम् अदन्तं चेत् तर्हि लटि लोटि लङ्गि च झोन्तः इत्यनेन झ स्थाने अन्त आदेशः भवति अतः लटि अन्ते लोटि अन्तां लङ्गि अन्त इति सिद्धप्रत्ययाः भवन्ति इति तु जानीमः तत्र झोन्तः इत्यनेन झ स्थाने अन्त इति आदेशः भवति इति कारणात् तत्र अदन्ताङ्गानां तत्र तु अन्ते लटि तु अन्ते भवति प्रथमपुरुष बहुवचन अन्ते लोट् तु अन्तां लङ्गि तु अन्त नकारः अस्ति तत्र अदन्ताङ्गानां कृते परन्तु अनदन्ताङ्गानां कृते तत् नकारः न भवति यतोहि तत्र अदन्तम् अङ्गं नास्ति अग्रे अपि पठामि वा भगिनी तत्र झोन्त आमाम् अदन्ताङ्गेषु झोन्तः इति सूत्रं सप्तमाध्याये प्रथमपदे सूत्रत्रय न त्रि त्रयः त्रयः इति वदामि त्रयं सूत्रं किं वदामि त्रीणि सूत्राणि त्रीणि त्रीणि त्रीणि इति वदामि वा अस्तु त्रीणि सूत्राणि किम् प्रथमं तत्र न तृतीयम् इति भवति वा त्रितयं भवति वा भगिनी तत्र किं वक्तुमिच्छति पूर्णप्रत्ययान्तशब्दः तृतयं भवति वा तृतीयं भवति तृतीयं सूत्रं तृतीयम् इति भवति किल अस्तु अस्तु प्रत्ययस्य चकारः अवयवस्य स्थाने अन्त आदेशः भवति जः षष्ट्यन्तम् अन्तः प्रथमान्तं द्विपदम् इदं सूत्रं जकारे अन्त अवयवे च अकारः संयोजितः उच्चारणार्थम् आयनेयीनीयः फटखच्छघां प्रत्ययादीनाम् इत्यस्मात् प्रत्ययस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य प्रत्ययस्य जः अन्तः अस्तु झोन्तः इति सूत्रमस्ति द्विपदमिदं सूत्रमस्ति जः इति षष्ठ्यन्तः शब्दः अस्ति अन्तः इति प्रथमान्तः शब्दः अस्ति प्रथमान्तमस्ति जः इत्युक्ते झ स्थाने अन्त इति आदेशः भवति इति सूत्रार्थः भवति अङ्गस्य इति अधिकारे अस्ति तत्र प्रत्ययस्य यत् त अतां झ इति यत् अस्ति झ स्थाने जकारस्य स्थाने जकारस्य स्थाने अन्त इति आदेशः भवति इति सूत्रार्थः अस्ति जकारे अन्त अवयवे च अङ्कारः संयोजित उच्चारणार्थं तत्र तु झ स्थाने जकारस्य स्थाने एव भवति यद्यपि तत्र जः इति तु झ एव अस्ति झ अकारः तु उच्चारणार्थः इति उक्तम् अतः झ झ चकारस्य स्थाने एव अन्तादेशः भवति न तु झ सम्पूर्ण झ स्थाने इति यतोहि तत्र आत्मनेपदे सिद्धप्रत्ययः के इति तां झ इति अस्ति झ स्थाने सम्पूर्णस्थाने न भवति परन्तु झकारस्य स्थाने एव भवति इति वदति सूत्रार्थः समीचीनं तर्हि अत्र तर्हि अत्र लटि लोटि लङ्गि तर्हि किं भवति अत्र प्रथमपुरुषे बहुवचने हा तत्र आत्मनेपदे किल सामान्यतया तु अन्ते इति अस्ति न तत्र ते इति अन्ते इति अस्ति झ झ स्थाने तु अस्तु झ स्थाने अन्त् इति आदेशः भवति तत्र तु अकारः अस्ति टित् आत्मनेपदे टेरेः इत्यनेन तत्र एकारः भवति इति प्रायः स्मरामि अतः तत्र अन्ते इति भवति लोट् लकारः तु न तत्र किं सामान्यतया तत्र अन्ते इति भवति अदन्तमङ्गमस्ति चेत् हा अनदन्तमङ्गमस्ति चेत् अन्ते इति न भवति अस्तु अस्तु अनदन्तम् क्षम्यताम् अनदन्तम् अङ्गमस्ति चेत् तत्र चोन्तः इति कार्यं न करोति तत्र तु झस्तान् ओके अदभ्यस्तात् इति सूत्रेण तत्र अत्तादेशः भवति अतः तत्र जोन्तः प्रभाद्य तत्र अत्तादेशः भवति इति कारणात् तत्र झस्थाने अत्तादेशः भवति अतः अते इति रूपं भवति भगिनि अते इति रूपं भवति बहुवचने अते इति रूपं भवति सर्वत्र लोटिलङ्गि लटि गृहोत्यादिगणे अदभ्यस्त इत्यनेन अत्तादेशः अन्येषु गणेषु अनदन्तमुखमस्ति चेत् बहुवचने तु आत्मनेपदेष्वनतः इत्यनेन जकारस्य अत्तादेशः भवति अस्तु भगिनि धन्यवादः तर्हि इदानीं विजयलक्ष्मी भगिनी अग्रे पठति वा अदभ्यस्तात् इति सूत्रमपि पठतु आत्मनेपदेष्वनतः इति सूत्रमपि पठतु आं भगिनि अदभ्यस्तात् अभ्यस्तसम्यक् धातुत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत् आदेशो भवति अत् प्रथमान्तम् अभ्यस्तात् पञ्चम्यन्तं द्विपदम् इदं सूत्रम् झोन्तः इत्यस्मात् झः षष्ट्यन्तम् इत्यस्य अनुवृत्तिः आयने यः फढ खच्छघां प्रत्ययादीनाम् इत्यस्मात् वचनपरिणामं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत् यदा अभ्यस्तसंज्ञा भवति यथा जिहोत्यादिगणे तत्र किं भवति इति सूत्रं वदति अभ्यस्तात् इति सूत्रं तत्र एव उपयुज्यते अभ्यस्तसंज्ञकः धातोः उत्तरस्य प्रत्ययस्य आदिमवर्णः प्रथमवर्णः झकारः स्थाने अत् इति आदेशः भवति न तु अन्त् झोन्तः इति सूत्रेण अन्त् आदेशः भवति स्म परन्तु अभ्यस्तात् सम्यकः सूत्र धातोः झ इत्यस्य स्थाने झकारस्य स्थाने अत् आदेशः भवति तत्र आयनेयिनीयः फरकच्छगां प्रत्ययादीनाम् इत्य सूत्रात् प्रत्ययादीनाम् इत्यस्य वचनपरिणामं कृत्वा प्रत्ययादेः इति भवति अनुवृत्तिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत् भवति यत्र झ इति प्रत्ययः भवति प्रायः बहुवचने एव भवति तत्र झ इत्यस्य स्थाने अत् आदेशः भवति तावदेव अभ्यस्तात् इति सूत्रस्य अर्थः अग्रे पठामि वा भगिनि अत्र अभ्यस्तात् इत्यत्र साक्षात् अभ्यस्तात् अङ्गात् अभ्यस्तसंज्ञक अङ्गात् साक्षात् अनन्तरं झ इति भवेत् इत्युक्ते मध्ये किमपि न भवेत् इति अस्ति खलु किमपि नास्ति आम् अभ्यस्तसम्यक् धातोत्तरस्य धातोः उत्तरस्य मध्ये व्यवधानं नास्ति अस्तु इदानीम् अग्रिमसूत्रं पठतु अनयोः कः सम्बन्धः आत्मनेपदेषु किं सूत्रं प्रवर्तते इति अपि वदतु अस्तु एतत्तु चतुर्थः सूत्रं सप्तमाध्यायस्य प्रथमपादे अग्रिमं सूत्रमस्ति आत्मनेपदेष्वनतः आत्मनेपदेषु ह्रस्व अकार भिन्नवर्णात् परस्य ह्रस्व अकारात् भिन्नवर्णात् परस्य झकार अवयवस्य स्थाने अत् आदेशो भवति न विभक्तौ तु स्मः इत्यस्य निषेधेन अत् इत्यस्य तकारस्य इत् संज्ञा न भवति, न अत् अनत् तस्मात् अनतः। आत्मनेपदेषु सप्तम्यन्तम् अनतः पञ्चम्यन्तम् द्विपदम् इदं सूत्रम्। आत्मनेपदेषु इत्यस्य षष्ट्यर्थे सप्तमी, षष्ट्यर्थे सप्तमी, हा आत्मने पदौ पदा पदी अवयवस्य, आत्मने पदा पदौ इति वा पदा, आत्मने पदावयवस्य, ओ आत्मने पद अवयवस्य झकारस्य इति लभ्यते। झोन्तः इत्यस्मात् झः इत्यस्य अनुवृत्तिः, अदभ्यस्तात् अत् इत्यस्य अनुवृत्तिः, आयनेयीनीयः खड्खच्छगां प्रत्ययादीनाम् इत्यस्मात् प्रत्ययादेः इत्यस्य अनुवृत्तिः, अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रम्, अनतः अङ्गात् आत्मनेपदेषु प्रत्ययादेः झः अत्। अग्रिमं सूत्रम् एतत्तु, अत्र किम् अस्ति, आत्मनेपदेषु ह्रस्व अकारभिन्नात् परस्य, अत्र अङ्गं ह्रस्व अकारभिन्नात् इति अवगच्छामः वा भगिनि? आत्मनेपदेषु किं किम्? अनतः अङ्गात् आत्मनेपदे, अनतः अङ्गात् आत्मनेपदस्य प्रत्ययस्य आदेः जः अत्, आत्मनेपदानां प्रत्ययानाम् आदेः जः अत्। अत्र अङ्गं ह्रस्व अकारभिन्नं भवेत् इति निमित्तमस्ति खलु? आम् अस्तु, न अत्र न अत्, अतः चतुर्णां किं गणानाम् अत्र किं नास्ति, अत्र गणना नास्ति, तत्र तु अदन्तम् अङ्गम्, अङ्गे अन्ते अकारः भवति, अतः बेलेन्स् सिक्स् गणेषु एव द्रष्टव्यम् अत्र। सो आत्मनेपदेषु ह्रस्व अकारभिन्नवर्णात् परस्य झकारः, झकारः अपि केवलं बहुवचने एव अस्ति, अतः ह्रस्व अकारात् भिन्नात्, विच् मीन्स् अत् न भवेत्, अतः अन अत् नैतत्पुरुषः। सो अनतः अङ्गात् तत्र पञ्चमी, अनतः अपि पञ्चमी, अङ्गात् अपि पञ्चमी, तस्य परस्य अव्यवधानपरस्य यत्र झकारः प्रत्यये भवति, तत्र तस्य झकारस्य अत् इति आदेशः भवति आत्मनेपदेषु इति अस्ति। अत्र सूत्रद्वयम् अपि क्लाश् भवति वा भगिनी, समानम्? वदतु, इदानीं भवती उक्तवती खलु षट्सु गणेषु आत्मनेपदेषु अनतः इति तस्य प्रसक्तिः इति उक्तवती खलु? आम्, तत्र जुहोत्यादिगणः अपि अन्तर्भूतः खलु? किं गणः? जुहोत्यादिगणं गणः अपि तत्र अन्तर्भवति। इदानीम् अदभ्यस्तात् इत्यस्य प्रवृत्तिः कुत्र? अदभ्यस्तात् इति चिनुते चिन्वते चिन्वते पञ्चमगणे तु चिन्वते इति भवति, पञ्चमगणस्य चिन्तनं करोति, तत्तु अभ्यस्तम् अङ्गमित्युक्तं खलु? ओ अभ्यस्तम् आम् सत्यं तत्र जुहोत्यादिगणे एव भवति सत्यं जुहोत्यादिगणे एव चतुर्थः सूत्रं सप्तमाध्यायस्य प्रथमपादे चतुर्थः सूत्रं तु केवलं यत्र अभ्यस्तसम्यकः अस्ति तत्र एव कार्यं करोति आत्मनेपदेषु ह्रस्व अकारः तु सर्वत्र यत्र अन्ते ह्रस्व अकारः नास्ति तत्र कार्यं करोति अभ्यस्तसम्यकस्य कृते अपि भवितुम् अर्हति खलु किम् अभ्यस्तसंज्ञस्य कृते एव भवति इदं सूत्रम् अदभ्यस्तादिति सूत्रम् अभ्यस्तसंज्ञक अङ्गम् अस्ति चेत् परस्मैपदी प्रत्ययः भवतु आत्मनेपदी प्रत्ययः भवतु झ इति प्रत्ययस्य अर्थादेशः भवति न परन्तु 715 तत्र तु अभ्यस्त अनभ्यस्त इति किमपि न लिखितम् अतः उभयत्र भवति अत्र उभयत्र भवितुम् अर्हति खलु उभयत्र भवति तदर्थमेव मया पृष्टं बलबलचिन्तनं करोतु इति मया पृष्टम् उभयत्र भवति इति अहं जानामि तदर्थं मया पृष्टम् अत्र बलबलचिन्तनं करोतु किं कुत्र कार्यं करोति इति प्रश्न सूत्रं व्यर्थं जायते इति किमपि अस्ति वा अदभ्यस्तात् इति सूत्रं यदि आत्मनेपदेष्वनतः इति सूत्रेण जुहोत्यादिगणे अपि अत् आदेशः कुर्मः तदा अदभ्यस्तात् इति सूत्रस्य कार्यं कुत्रापि न भवति इति वा इति वा कुत्रापि न भवति वा तत्तु सम्यक् न जानामि परन्तु सूत्रद्वयं दृष्ट्वा तु तदेव भासते न परस्मैपदेषु का गतिः इत्यपि चिन्तयतु अदभ्यासादिति सूत्रम् इदानीमेव दृष्टं खलु लट्टि लोटि खलु परस्मैपदेषु अपि झोन्तः इत्यस्य स्थाने नूतनं सूत्रमस्ति खलु इदानीमेव दृष्टवन्तः न इदमेव सूत्रम् अदभ्यस्तात् इति सूत्रं लट्टि लोटि ओ लट्टि लोटि अस्तु तत्र अदभ्यस्तात् इति परस्मैपदेषु आत्मनि अति अतु इति उक्तं खलु तर्हि परस्मैपदेषु तत्र तस्य प्राप्तिः अस्ति तत्र तु व्यर्थः न जायते तर्हि किं वक्तव्यम् तर्हि आत्मनेपदेषु एव अत्र किं काम्पिटिशन् अस्ति सूत्रद्वयस्य तर्हि तत्र किं वक्तव्यं परसूत्रं पूर्वसूत्रं तदपि नास्ति एतदेव परसूत्रम् आत्मनेपदेष्वनतः अत्र नित्यम् अनित्यम् अभ्यस्तसम्यकः इति निमित्तं दत्तमस्ति भगिनि इदानीं तत्र अपवादः नास्ति इति उक्तवती खलु तर्हि तत्र अनयोः तुल्यबलविरोधः अस्ति वा तुल्यबलविरोधः नास्ति नास्ति वा हा अपवादः नास्ति अतः तुल्यबलविरोधः अस्ति द्वयोः अन्यत्र लब्धावकाशः अस्ति वा अस्ति अदभ्यस्तात् इति तु परस्मैपदेषु जुहोत्यादिगणस्य परस्मैपदेषु कार्यं करोति अपि च आत्मनेपदेष्वनतः इत्यस्य अन्येषु गणेषु कार्यं भवति यत्र ह्रस्व अकारः अङ्गस्य अन्ते नास्ति तर्हि तुल्यबलविरोधः अस्ति तुल्यबलविरोधः अस्ति चेत् किं भवति अहं विस्मृतवती भगिनि प्रतिषेधे परं कार्यं विप्रतिषेधे परं कार्यं तर्हि आत्मने ज्योत्यादिगणे अपि परसूत्रं कार्यं करोति वा इति एव अस्ति खलु अस्तु तर्हि अदभ्यस्तात् इति केवलं परस्मैपदेषु ज्योत्यादिगणस्य परस्मैपदेषु अङ्गेषु उपयुज्य आत्मनेपदेषु अग्रिमं सूत्रम् आयाति इति तत्त्वं समीपतत्त्वम् इति वर्ड् न जाने अन्यत् किमपि चिन्तनमस्ति वा अत्र एतत् समीचीनमस्ति वा अभ्यस्तसम्यकः इति उक्तत्वात् किं लक्ष्मीभगिनी किं चिन्तयति समीचीनं वा इदानीम् उदाहरणं स्वीकर्तव्यम् इति चिन्तयामि भगिनी तर्हि करोतु कृत्वा वदतु इदानीम् अदभ्यस्तात् इति सूत्रं केवलम् अभ्यस्तसंज्ञकाः यत्र यत्र अस्ति तत्रैव इदं सूत्रं कार्यं करोति तर्हि परस्मैपदी भवतु आत्मनेपदी भवतु अदभ्यस्तात् अभ्यस्तसंज्ञा अस्ति चेत् कार्यं भवति तर्हि जुहूत्यादिगणे सर्वत्र सर्वेषु धातुषु प्रथमपुरुष बहुवचने अदभ्यस्तात् कार्यं कर्तुं शक्नोति अन्यत्र आत्मनेपदेषु अनतः आत्मनेपदेषु अनतः इति सूत्रं केवलम् आत्मनेपदिप्रत्ययपरे अनतः अङ्गात् एव इदं सूत्रं कार्यं करोति तर्हि अत्र इतोपि कार्यक्षेत्रं इत्युक्ते आत्मनेपदी आत्मनेपदेषु इति वदामः चेत् भगिनी अत्र आत्मनेपदेषु प्रत्ययेषु इति अर्थः वा आत्मनेपदेषु धातुषु इति स्वीकर्तव्यं वा अत्र न न प्रत्ययः एव रज्ज इति उक्तः खलु आत्मनेपदानाम् अवयवानाम् आत्मनेपदस्य अवयवस्य प्रत्ययस्य जकारस्य आत्मनेपदीप्रत्ययस्य अवयवस्य जकारस्य तर्हि आत्मनेपदिप्रत्ययाः यत्र भवन्ति इत्युक्ते आत्मनेपदि धातुषु एव इति वक्तुं शक्यते इत्युक्ते तत्रैव आत्मनेपदिप्रत्ययाः अपि भवन्ति न आत्मनेपदि धातुषु इति नास्ति वक्तुं न शक्यते आत्मनेपदि धातुः इति असज्ञयं व्यवहारः नास्ति आत्मनेपदि इति संज्ञा प्रत्ययानामेव अस्ति न तु धातुषु लौकिकव्यवहारे आत्मनेपदी वदामः अनुदात्तात्मनेपदम् इति धातु न एव खलु किं प्रत्ययः अनुदातनितात्मनेपदानाम् अनुदातनितात्मनेपदम् इत्यनेन प्रत्ययः धातुः नित् अस्ति चेत् आत्मनेपदी प्रत्ययः भवति खलु अस्तु तर्हि अत्र आत्मनेपदेश्वरतः प्रत्ययः एव भवति खलु आम् आं भगिनि तर्हि अत्र आत्मनेपदेश्वरतः अनतः इत्यनेन अनतः अङ्गात् एव इदं सूत्रं कार्यं करोति प्रथमपुरुषबहुवचने तर्हि कार्यं विधिः समानं जः स्थाने अत् इति एव अदभ्यस्तात् इति जुहोत्यादिगणे अपि च यत्र यत्र अभ्यस्तसंज्ञकः भवति तत्र कार्यं करोति आत्मनेपदेश्वनतः इति तु अनदन्तमङ्गं यत्र अस्ति अपि च आत्मनेपदिप्रत्ययः परे एव इदं सूत्रं कार्यं करोति इत्युक्ते ज इति स्थाने एव तर्हि द्वयोः भिन्नभिन्नकार्यक्षेत्रम् अस्ति इति कृत्वा अत्र विरोधः अस्ति विप्रश्यते परं कार्यम् इत्यनेनैव कार्यं स्यात् इति चिन्तयामि अतः परसूत्रम् इदानीम् आत्मनेपदेश्वरतः इति कारणात् जुहोत्यादिगणे आत्मनेपदिप्रत्ययेषु आत्मनेपदेश्वनतः इत्यनेन एव अत् प्रत्ययः भवति इति चिन्तयामि भगिनि. सत्यम् इति एव अस्ति, इति एव अस्ति तत्र इति एव अस्ति. यद्यपि तत्र उभयत्र समानमेव रूपम् अदभ्यासात् इत्यनेन अपि समानरूपं, परन्तु अत्र तु अदभ्यासात् इत्यस्य अवकाशः परस्मैपदीप्रत्ययानां भवति इति कृत्वा आत्मनेपदेषु अनतः इति सूत्रं परसूत्रम् इति कृत्वा परत्वात् तस्यैव कार्यं भवति इति अत्र विशेषवार्ता अस्ति. अस्तु भगिनि, क्षम्यतां, तत्र आत्मनेपदेष्वनतः इति सूत्रं भिन्नकार्यक्षेत्रं कुत्र अस्ति? तत्र अभ्यस्त अङ्गं विहाय अन्यत्र कार्यम् अस्ति वा न वा आत्मनेपदेश्वनतः इत्यस्य? ओ सत्यं सत्यं समीचीनं. अपि च तत्र प्रथमवाक्ये आत्मनेपदेषु ह्रस्वकारः भिन्नवर्णात् परस्य चकारः अवयवस्य स्थाने अवयवस्य स्थाने इति किमर्थम् उक्तं? तत्र यद्यपि तत्र अङ्कात् एव कार्यं भवति किल, तत्रापि पूर्वमपि अदभ्यस्य आदिम अवयवस्य चकारस्य स्थाने. मन्दमन्दं वदतु, किं वदति, पुनः वदतु. न, द्वयोः सूत्रयोः मध्ये प्रथमवाक्यस्य विवरणं किञ्चित् भेदः अस्ति भगिनि. तत्र अभ्यस्तसंज्ञक धातु उत्तरस्य प्रत्ययस्य आदिम अवयवस्य चकारस्य स्थाने इति उक्तम्. आत्मनेपदेष्वनतः तु आत्मनेपदेषु ह्रस्व अकारभिन्नवर्ण तत्तु समीचीनं, परस्य जकार अवयवस्य स्थाने इति किमर्थं जकार अवयवस्य स्थाने इति उक्तं? जकारस्य सम्पूर्ण अवयव तत्र तु जकारस्य स्थाने एव भवति किल, अवयवस्य स्थाने इति नास्ति भगिनि. तत्र जकारः इति अवयवः, जकारः इति अवयवस्य स्थाने. ओ ओके, जकारः न तु जकारस्य अवयवस्य. कर्मधारयः अस्ति तत्र, न तु कर्मधारे अवधारणपूर्वककर्मधारयः तत्र किमस्ति? अवधारणमस्ति, सम्भावनापूर्वकर्मधारय सम्भावना. सत्यं, जकारः एव इति वदामः चेत् अवधारणा, जकारः इति वदामः चेत् सम्भावना. उभयत्र समानमेव, प्रत्यादेः इति एव अस्ति उभयत्र, परन्तु तत्र कथं लिखितम् इति किञ्चित् भिन्नरीत्या लिखितमस्ति, परन्तु स एव अर्थः विवक्षितः उभयत्र. प्रत्ययस्य आदेः जह स्थाने अत्तादेशः इति एव विवक्षितः उभयत्र. एकत्र तु अभ्यस्तसंज्ञक अङ्गं भवेत्, अन्यत्र तु अनदन्तम् अङ्गं भवेत्. सत्यं, अपि च आत्मनेपदप्रत्ययः एव भवेत्. तत्र तु अभ्यस्तात् इत्यत्र अदभ्यस्तात् इत्यत्र आत्मनेपदी अङ्गं भवेत् इति न उक्तं, किम् आत्मनेपदी प्रत्ययः भवेत् इति न उक्तम्, उभयत्र प्रसक्तमस्ति. अस्तु भगिनि, धन्यवादः. ओके, एतत् स्पष्टमस्ति चेत् इदानीं त्रिषु स्थलेषु भेदः अस्ति. प्रथमपुरुषे किं द्विवचने, मध्यमपुरुषे द्विवचने, अनन्तरं प्रथमपुरुषे बहुवचने. तर्हि अत्र किं लक्ष्मीभगिनी वदतु, इदानीं सिद्धप्रत्ययः के अनदन्त अङ्गानां? आं भगिनि, अनदन्तवङ्कानां लट्टि सिद्धतिङ् प्रत्ययाः ते आते अते, से आथे द्वे, ये वहे महे इति सिद्धतिङ् प्रत्ययाः. आते अते आथे इति भेदः खलु? आम्, यत्र भेदः अस्ति तथैव वदतु. हा, इत्युक्ते अत्र अदन्तम् अदन्तमङ्गेषु ते इति अन्ते, से इति द्वे, ए वहे महे इति सितिङ् प्रत्ययाः. एतेभ्यः प्रत्ययेभ्यः इदानीं भेदः कः इति चेत्, केवलं त्रिषु स्थलेषु आते अते आथे इति भेदाः. तर्हि मध्यमपुरुष द्विवचने अपि च प्रथमपुरुष द्विवचने आथे आते इति क्रमेण भवति. तर्हि अत्र वस्तुतः मूलतिङ् प्रत्ययात् अदन्तमङ्गेषु एव भेदः भवति आतोङितः इति सूत्रेण. तत् सूत्रम् अत्र कार्यं न करोति इति एव भेदः अस्ति. अदन्तमङ्गेषु एव ता अथां ज इत्यत्र आताम् इत्यस्य स्थाने ईत्वं भूत्वा इते इति रूपं भवति, किन्तु अत्र तादृश ईत्वं न भवति इति एव अत्र भेदः. केवलं किं टितात्मनेपदानां तेरे इति सूत्रेण एकारः वर्तते, तर्हि आते आधे इति तिष्ठति, तदेव तिष्ठति तत्र, तदेव मुख्यभेदः इति चिन्तयामि. लोटि लोटि किं भवति तथैव खलु? लोटि लोटि अपि आतोङितः न प्रवर्तते. इतामिथामिति अदन्तमङ्गानां सिद्धतिङ् प्रत्ययः प्रथमपुरुषद्विवचने मध्यमपुरुषद्विवचने भवति चेत् इकारः इत्वम् अत्र न भवति. तत्रापि आताम् आथामिति आत्मनेपदानां तेरे टित आत्मनेपदानां तेरे, अपि च आमेतः इति सूत्रेण आम् आदेशः अपि भवति. अन्यत् सर्वं समानं तिष्ठति. आतोङितः न प्रवर्तते चेत् आताम् आथामिति तत्रैव तिष्ठति. बहुवचने प्रथमपुरुषे बहुवचने लोटि वा? लट्टि लोट्टि तत्र अतामिति भवति. तत्र अदभ्यस्तात् इति सूत्रेण अत् आदेशः भूत्वा अतामिति. न अदभ्यस्तात् इति आत्मनेपदेष्वनतः. आम् आम् आम् सत्यं सत्यं क्षम्यताम्. आत्मनेपदेष्वनतः इति सूत्रेण अत् आदेशः. सम्यक् समीचीनं, क्षम्यताम्. लङि अनदन्तमङ्गमस्ति इति कृत्वा लङि सिद्धतिङ् प्रत्ययः ता आताम् अता धाः अथां ध्वम् इ वहि महि इति. अत्रापि मध्यमपुरुष प्रथमपुरुषद्विवचने मध्यमपुरुषद्विवचने अपि च प्रथमपुरुष बहुवचने भेदः दृश्यते. अत्रापि आतोङितः न प्रवर्तते चेत् आताम् अथाम् इति तत्रैव तथैव तिष्ठति. अता इति बहुवचने भवति, तत्रापि बहुवचन अनदन्तमङ्गमस्ति इति कृत्वा आत्मनेपदेष्वनतः इति सूत्रेण अत्तादेशः भूत्वा अत इति भवति. बहु समीचीनं. तेरे न प्रवर्तते तु हि अत्र टित् नास्ति, लङ् लकारः अस्ति इति कृत्वा टित् नास्ति. सम्यक् इति समीचीनं, बहु समीचीनं, धन्यवादः भगिनि. तर्हि इदानीं विधिलिङ्गि, तर्हि अत्र कः वदति? तत्र विनय महोदय वदति वा विधिलिङ्गि क्षम्यताम्. तत्र लोट्लकारे प्रथमपुरुष बहुवचनं तु आत्मनेपदेषु वनतः आत्मनेपदेषु वनतः इत्यनेन अत्र आदेशः, परन्तु अताम् इति अस्ति न तत्र आमेतः आमेत हा हा सत्य सत्य सूत्र अस्तु. धन्यवादः भगिनि. विधिलिङ्गसिद्ध प्रत्ययः सीयुट् प्रत्यय अस्ति. सीयुट् प्रत्यय अस्ति न न अत्र आत्मनेपदी खलु. सीयुट् कथं? सीयुट् इति परस्मैपदानामेव. क्षम्यतां क्षम्यतां, सीयुट् इति उक्तं खलु, यासुट् नास्ति. ओके सीयुट् अस्तु, क्षम्यताम्. See, I had already made the division, so I knew that Yasut would come from Parasmaya and this will come Atmane. Atmane. The Atmane, Adant, Apicha, and Adant, Samarasthi, Kobi Vedanasthi, but Anya Vishaya. So Atra, ईत् इयताम् ईरन् हा क्षम्यताम् ईत् इयताम् ईरन् ईथाः इयथाम् ईध्वम् ईय ईवहि ईमहि. तत्र प्रश्नम् उदेति ईत् इयताम् ईरन् तत् क्षम्यता ईत् तत् प्रश्नम् उदेति मूल आत्मनेपदी अग्रे अग्रे पठतु महोदय. ओ गाता एतावता मूलशिक्षा इयं अदन्त अङ्गस्य अनदन्त अङ्गस्य च सिद्ध तिङ् प्रत्ययः तुलना एतावता अथ तुलना अस्ति. परस्मै लटि न कोऽपि भेदः, परस्मै लटि न कोऽपि भेदः, परस्मै लोटि अङ्गम् अदन्तं चेत् हि लोपः, अङ्गम् अनदन्तं चेत् हि लोपः न. सहेर्पिच् आधारेण परस्मै पदी लङ्गे न कोऽपि भेदः. लोटसम्बन्धे इति अदन्ताङ्गस्य कृते भवति, अनदन्ताङ्गस्य कृते अतो हेः इति न भवति इति कृत्वा हि प्रत्ययः तिष्ठति. सेहर्यपिच्छ इत्यनेन सिंहस्थानेः तु उभयत्र भवति. अतो हेः सूत्राधारेण हि प्रत्ययः तिष्ठति. परस्मैपदे लङि, परस्मैलङ्गि न कोऽपि भेदः. वयं जानीमः परस्मै अनदन्त, सोरि अदन्त, तताम् अन् शून्यतमत अमव मा अदन्त. तर्हि लङ्गी शून्यम् इति वा? ओ न नो, सः लङ्क् खलु, क्षम्यतां, सः लङ्क् अस्ति अत्र, शून्यं नास्ति. परन्तु तदनन्तरम् अनदन्तम्, अनदन्तं तु न अत्र अत्र क्रमेण गच्छतु महोदय. परस्मैपदि विधिलिङ्गि, परस्मैपदि विधिलिङ्गि, न परस्मैपदि विधिलिङ्गि, परस्मैपदि इव यासुट भेदात् सर्वत्र भेदः. अत्र एव प्रथमतया तु प्रत्ययः अस्ति यासुट, यासुट् प्रत्यय आधारेण तदनन्तरं किञ्चित् व्याकरणः यास उल्लेखितः, अन्य व्याकरणः या केवलम् उल्लेखितः. परन्तु अत्र अहं पश्यामि यास अस्ति. तर्हि या अवशिष्यते, तर्हि अतो येय आधारेण इव भवति, या स्थाने इव भवति. इव यासुट् भेदात् सर्वत्र भेदः. तर्हि आत्मनेपदी लटि त्रिषु स्वरेषु भेदः. आत्मनेपदी लटि त्रिषु स्थलेषु भेदः. प्रथममध्यम द्विवचन प्रथमपुरुषस्य बहुवचने त्रिषु स्थलेषु भेदः. प्रथमपुरुष अपि च मध्यमपुरुष द्विवचने, केवलं द्विवचने, अथवा प्रथमपुरुष मध्यमपुरुषयो द्विवचने, प्रथमपुरुषस्य बहुवचने केवलम्. तदनन्तरम् आत्मनेपदे लोटि लोट्लकार त्रिषु स्थलेषु भेदः. प्रथमपुरुष मध्यमपुरुषयोः द्विवचने, प्रथमपुरुषस्य बहुवचने भेदः. आत्मनेपदे लङ्गै त्रिषु स्थलेषु भेदः. प्रथमपुरुषस्य मध्यमपुरुषयोः द्विवचने प्रथमपुरुषस्य बहुवचने तदनन्तरम् आत्मनेपदे विधिलिङ्गे न कोऽपि भेदः बहु समीचीनं परन्तु प्रश्न उदेति कथं विवरणं कुर्मः इदानीमेव दृष्टम् इदानीमेव दृष्टम् अत्र केवलं सारांशः अस्ति सम्यक् अस्ति केवलं इदानीं दृष्टं खलु अस्तु महोदय धन्यवादः अनिमा भगिनी अग्रे गच्छति वा अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययानां पित्वम् अपित्वं च मूलतिङ्प्रत्ययान् आधारीकृत्य सिद्धतिङ्प्रत्ययाः पित्तः अपितः च भवन्ति मूलप्रत्ययः पित् अस्ति चेत् सिद्धप्रत्ययः अपि तथा यथा तिप् पित् अस्ति अतः लटि ति लोटि तु लङि त इत्येषामपि पित्त्वं भवति अयं बिन्दुः महत्त्वपूर्णः यतः प्रत्ययः पित् अस्ति चेत् तिङन्तपदस्य निर्माणार्थं तृतीयसोपाने तिङ्सञ्ज्ञप्रत्ययनिमित्तिकम् अङ्गकार्यम् इत्यस्मिन् गुणकार्यं भविष्यति यत्र प्रसक्तिः अस्ति ध्येयं यत् अङ्गं यत्र अदन्तमस्ति तत्र तिङ्प्रत्ययम् अधिकृत्य गुणकार्यं न कुत्रापि सम्भवति अतः एतावता तिङ्प्रत्ययानां पित्वा अपित्वविषये अस्माकम् अवधानं नासीत् किन्तु इतः अग्रे अङ्गम् अनदन्तम् अस्य च प्रसङ्गे गुणकार्यं बहुत्र अतः तिङ्प्रत्ययानां पित्वापित्वविषये अवधातव्यम् यथा स्वादिगणे चि धातुः श्नु प्रत्ययः तयोः मेलनेन चिनु इति अङ्गं चिनुयोगः ति पित् अस्ति अतः सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः चिनो योगः ति चिनोति इति भवति अत्र पित् अपित् इति इत्येतेषां विषये उक्तमस्ति मूलप्रत्यये एव पित्त्वम् अस्ति चेत् सिद्धप्रत्ययस्य अपि पित्त्वं भवति उदाहरणं लट्लकारे ति इति प्रत्ययः तिप्तः एव भवति पकारस्य लोपः भवति अतः ति इत्यस्य पित्त्वम् अस्ति लोटि तु इति प्रत्ययस्य लङ्लकारे तु तकारस्य इत्येषां पित्त्वं भवति पूर्वम् अकारान्तमेव पठितवन्तः अतः गुणकार्यं न भविष्यति अतः प्रसक्तिः नासीत् परन्तु इदानीं पर्यन्तम् इदानीम् अग्रे किं भवति अनदन्त अङ्गं भवति अतः गुणविषये बहूनि कार्याणि भवन्ति अतः पित्वापित्वस्य विषये ज्ञातव्यम् अस्ति उदाहरणमस्ति चि धातुः श्नु इति प्रत्ययः अस्ति अतः चिनु इति भवति अन्ते उकारः अस्ति अतः तस्य गुणादेशः भवति सार्वधातुकार्धधातुकयोः इत्यनेन ति इति पित् अस्ति अतः एव तस्य गुणः भवति चिनोति इति रूपं भवति अपित् ङित्वत् भवति अतः एव पित्त्वम् अपित्त्वम् इति तयोः ध्यानं दातव्यम् इति अस्ति अदन्त अङ्गेषु तिङ्प्रत्ययं निमित्तीकृत्य गुणकार्यस्य चिन्तनं न कृतं यतोहि अङ्गम् अङ्गस्य अन्ते इक्वर्णः नास्ति इति कृत्वा परन्तु अनदन्त अङ्गेषु इक्वर्णः लभ्यते कुत्रचित् अतः तिङ्प्रत्ययः पित्वा अपित्वा इति अस्माभिः ज्ञातव्यं यथा तत्र चिनुयोगः ति चिनु इति अङ्गम् अनदन्तम् अङ्गमस्ति ति इति प्रत्ययः पित् अस्ति इति कृत्वा अत्र चिनु इति इगन्तम् अङ्गमस्ति इति कृत्वा तत्र गुणस्य प्रसङ्गः भवति इति कृत्वा सार्वधातुकार्धधातुकयोः इत्यनेन गुणः जातः इति कृत्वा अत्र प्रत्ययस्य स्वभावः कः इति सर्वदा स्मर्तव्यम् अस्तु भगिनि धन्यवादः इदानीं विजयाभगिनी अग्रे पठति वा भगिनी सन्देहः अस्ति आत्मनेपदेषु झस्थाने रन् इति आदेशः भवति तत्रापि चिन्तनमस्ति वा किम् आत्मनेपदेषु विधिलिङ्गकारे खलु विधिलिङ्गकारे झस्य रन् इति सूत्रमस्ति अपि च झेर् झुस् इति सूत्रमस्ति तयोः मध्ये अपि कस्य प्रवर्तनं भवति इति चिन्तनमस्ति वा आत्मनेपदेषु वा किमर्थं झेर् झुस् इति कार्यं न करोति भवती एव चिन्तनं करोतु झेर् झुस् इति किमर्थं कार्यं न करोति इति सरलमस्ति पश्यतु सरलमस्ति वा अस्य स्थाने किम् आदेशः भवति झेर् झुस् इत्यनेन झुस् आदेशः आत्मनेपदिप्रत्ययः कः अस्ति आत्मनेपदिप्रत्यये झि अस्ति वा तत्र झ इति अस्ति खलु अत्र झि तत्र झ झेर् झुस् दिस् वन् इस् झस्य रन् अस्तु पृथक् पृथक् क्षेत्रं द्वयोः एकस्य तु परस्मैपदीप्रत्ययस्य लिङ् विधिलिङ्गकारे लिङ्गकारे अन्यस्य तु आत्मनेपदीप्रत्ययस्य अतः सङ्घर्षः एव नास्ति अस्तु अस्तु अस्तु विजयाभगिनी पठति वा आं महोदय नमस्कारः नमस्कारः भगिनी पठतु अत्र पित् प्रत्ययः पुनः वीर्दाः अपित् प्रत्ययः अपि वीर्दाः प्रत्ययस्य आदौ अच् वर्णः अस्ति चेत् प्रत्ययः अजादिः प्रत्ययस्य आदौ हल् वर्णः अस्ति चेत् प्रत्ययः हलादिः पित्सु अजादिप्रत्ययाः हलादिप्रत्ययाः च सन्ति अपित्सु अपि अजादिप्रत्ययाः हलादिप्रत्ययाः च सन्ति तर्हि आहत्य प्रत्ययाः चतुर्विधाः हलादि पित् सार्वधातुकप्रत्ययः अजादि पित् सार्वधातुकप्रत्ययः हलादि अपित् सार्वधातुकप्रत्ययः अजादि अपित् सार्वधातुकप्रत्ययः च इति एतत् अनुसृत्य कार्यमपि भिन्नं भवति एतत् वयं जानीमः खलु महोदय पूर्वमेव इदानीं यथा प्रत्ययः पित् अस्ति चेत् अत्र गुणकार्यस्य प्रसक्तिः भवति अपित् अस्ति चेत् अत्र गुण न अर्हति एव प्रत्ययः अजादि अस्ति चेत् स्वरसन्धिः अर्हति हलादिः अस्ति चेत् न अर्हति एवं च चतुर्षु प्रत्ययप्रकारेषु भिन्नरीत्या कार्यं भवति इमां विविधताम् अग्रिमे करपत्रे द्रक्ष्यामः अधुना कः कः प्रत्ययः कीदृशः इति अवलोकयाम इत्युक्ते भगिनि अत्र क्षम्यतां तत्र पूर्वस्मिन् परिच्छेदे ज्ञातमेव इति उक्तवती पुनः एकवारं वदतु सर्वेषां बोधः भवति इत्युक्ते ज्ञातं सर्वे स्मरन्ति वा न इति न जाने अतः एकवारं वदतु प्रथमपरिच्छेदे किम् अस्ति इदानीम् अनिमा भगिन्या उक्तम् एतत् एव खलु न न न अनिमा भगिनी एतत् न उक्तम् इदानीं तत्र विभजनं कथमस्ति इति वदतु अत्र विभजनस्य विषयः अस्ति खलु पित् प्रत्ययः अस्ति चेत् अत्र अजादिप्रत्ययः अलादिप्रत्ययः इति अस्ति अनन्तरम् अपित् अस्ति चेत् अत्र अपि अजादिप्रत्ययाः अलादिप्रत्ययाः सन्ति इदानीम् अत्र चतुर्विधाः सन्ति परन्तु अत्र हलादिपित् सार्वधातुकप्रत्ययः अजादिपित् सार्वधातुकप्रत्ययः इति द्वे स्तः अनन्तरम् अत्र अपित् कार्यस्य हलादि अपित् सार्वधातुकप्रत्ययः अजादि अपित् सार्वधातुकप्रत्ययः च भवति यत्र पित् अस्ति अत्र गुणः भवति यत्र पित् नास्ति अपित् अस्ति तत्र गुणः न भवति इति वयं जानीमः एव तावदेव खलु महोदय अत्र समीचीनम् अपि च यत्र प्रत्ययः अजादिः अस्ति तत्र स्वरसन्धिः सन्धेः अवसरः भवितुम् अर्हति हलादि अस्ति चेत् तत्र न अर्हति इति स्वरसन्धिः विषये किमपि अत्र हलादिविषये नास्ति इति तत्र अपि भिन्नरीत्या कार्यं भवति इदानीं ये प्रत्ययाः स्थूलाक्षरैः लिखिताः ते पितः इति देयं परस्मैपदिनः आत्मैपदिनः लट्लकारः सीतः अन्ति सीतः त मी वहमः अत्र यत्र स्थूलाक्षरैः अस्ति तत् पित् गुणकार्यं भवति इति आत्मनेपदेषु लट्लकारस्य किमपि अत्र पितो नास्ति सर्वे अपि तेव ते आते अते ते आपि द्वे ये अपितः गुणक गुणनिषेधः भवति अनन्तरम् अत्र हलादि तित् सार्वधातुकप्रत्ययः अस्ति चेत् अत्र ति सि मि इति अस्ति एतत् पित् अस्ति अतः गुणकार्यं भवति एव अजादितित् सार्वधातुकप्रत्ययः अस्ति चेत् अत्र शून्यम् अत्र किमपि कार्यं नास्ति इति खलु महोदय हि इति अस्ति कार्यं नास्ति इति न अजादितित् सार्वधातुकप्रत्ययः नास्ति इति लटि लटि परस्मैपदी वा भवतु आत्मनेपदी वा भवतु अजादिपित् प्रत्ययः नास्ति इति कृत्वा शून्यम् अस्तु महोदय अनन्तरं हला हलादि अपित् सार्वधातुकप्रत्ययः अस्ति चेत् तत्र अपि सर्वत्र अपित् एव सः सः त वः मह ते से द्वे वहे महे इति अस्ति अजादि अपित् सार्वधातुकप्रत्ययाः सन्ति चेत् अत्र अन्ति प्रथमपुरुष बहुवचनम् आते अथे आर्थे ये अत्र सर्वत्र अपित् एव इदानीं लोट् लकारः धन्यवादः धन्यवादः अग्रे नयति वा लोट् लकारः तु तात् तात् ताम् अन्तु हि तात् तं त आनि आव आम आत्मनेपतिप्रत्ययः ताम् आतामतां स्व आथां द्वम् ऐ आवहे आमह इति अत्र प्रत्ययेषु हलादि पित् सार्वधातुकप्रत्ययः हलादि पित् इत्यनेन तु एव अस्ति अजादि पित् इत्यनेन अजादि इत्यनेन आनि आव आम अस्ति ओ ऐ अपि ऐ आवहै आमहै अपि अजादि एव अस्ति प्रथमवर्णः अच् वर्णः इत्यनेन आनि आव आम ऐ आवहै आमहै अपि सर्वे अपि पित् प्रत्ययः अजादि पित् पित्यनेन गुणकार्यं भवति हलादि अपित् प्रत्ययः बहवः हि तात् तां तात् हलादि इत्यनेन हि तात् तां तात् तं त तां स्वध्वम् अस्ति अजादि अपित् यत्र गुणकार्यं नास्ति अजादि अपित् प्रत्ययः अन्तु प्रथमपुरुषः बहुवचनं आताम् इति आत्मनेपदेषु प्रत्ययः सो अन्तु एव परस्मैपति प्रथमपुरुषः बहुवचनप्रत्ययः अस्तु महोदय अजादि अपित् इत्युक्ते आत्मनेपदेषु केवलं लोटि उत्तमपुरुषे एव पित् प्रत्ययः सन्ति अन्ये सर्वे लट् आर् लोट् आर् लङ् आम् आम् सो आत्मनेपदे प्रत्ययेषु लोट् उत्तमपुरुष ऐ आवहयामहे अजादि पित् प्रत्ययः एव सन्ति सर्वेषु लकार दीस् फोर् लकार अग्रे लङ् लकार परस्मैपतिप्रत्ययः तु ताम् अन् स्तं त अं व म आत्मनेपतिप्रत्ययः त आताम् अथ थाः अथां द्वम् ईवहि महि अत्र प्रत्ययेषु हलादिपित् प्रत्ययः तकार सकारः अस्ति परस्मैपति प्रथमपुरुष एकवचनं मध्यमपुरुष एकवचनम् अपि च अजादिपित् अस्ति अम् उत्तमपुरुष एकवचनं परस्मैपतिप्रत्ययः अनन्तरं हलादि अपित् सार्वधातुकप्रत्ययः हलादि अपित् प्रत्ययः तां परस्मैपति तां तं त व म अस्ति अनन्तरं आत्मनेपदे प्रत्ययः त आताम् अत नाट् आतां त ताः द्वं महि महि आम् अजादि अपित् अन् आताम् अन् परस्मैपति प्रथमपुरुष बहुवचनं अनन्तरम् आत्मनेपति अजादि इत्यनेन आत्मनेपति आताम् अत आताम् आताम् अपि च आताम् द्विवचनप्रत्ययः अत अत इति प्रथमपुरुष बहुवचनप्रत्ययः ओके अनन्तरम् इ इति उत्तमपुरुष उत्तमपुरुष एकवचनम् अजादि अपित् अस्तु भगिनि धन्यवादः भगिनि समीचीनम् इदानीं शुभदा भगिनी अग्रे नयति वा अस्ति वा भगिनि आं भगिनि नमस्कारः विधिलिङ्ग् खलु विधिलिङ्ग्लकारः यात् यातां युः याः यातं यात यां याव याम ईत ईयाताम् ईरन् ईथाः ईयाताम् ईध्वम् ईय ईवहि ईमहि अत्र हलादिपित् सार्वधातुकप्रत्ययाः न सन्ति शून्य अजादिपित् सार्वधातुकप्रत्ययाः अपि न सन्ति शून्य हलादि अपित् सार्वधातुकप्रत्ययाः सर्वे प्रत्ययाः यकारादयः परस्मैपदिनः सर्वे अपित् सार्वधातुकप्रत्ययाः एव अपि च अजादि अपित् सार्वधातुकप्रत्ययाः अपि आत्मनेपदिनः ईकारादयः प्रत्ययाः अपि अजादि अपित् प्रत्ययः अत्र यात् यातां युः यः यातं यात यां याव याम इति एते सर्वे हलादि प्रत्ययाः परन्तु यासुट् परस्मैपदेषु दातुं ङिच् इत्यनेन यासुट् आगमः ङित् आगमः इति कृत्वा तत्र ङित्वम् अस्ति अपित्वम् अस्ति अतः एते सर्वे यकारादि सर्वे प्रत्ययाः ङित् अपित् प्रत्ययाः एव हलादि अपि च अपित् प्रत्ययः ईत ईयाताम् ईरन् एते तु सर्वे पुनः आत्मनेपदिनः प्रत्ययाः तस्मिन् पित् प्रत्ययाः न सन्ति इति कृत्वा सर्वे ईकारादयः आत्मनेपदिनः प्रत्ययः अजादि अपित् सार्वधातुकप्रत्ययः हलादि अपित् हलादिपित् अत्र यासुट् इत्यनेन ङित्वम् आगच्छति अतः पित्वं तु नास्ति एव अतः हलादिपित् प्रत्ययाः न सन्ति अजादिपित् प्रत्ययाः अपि न सन्ति अनेन कारणेन एव यासुट् इति यकारादि आगमः भवति इति कृत्वा तावदेव अग्रे अपि पठतु समीचीनम् आहत्य हलादिपितः षट् अजादिपितः सप्त हलादि अपितः अष्टात्रिंशत् अजादि अपितः क्षम्यतां भगिनि कथं वदनीयं 23 त्रयोविंशतिः खलु त्रयोविंशतिः आमां प्रत्ययानां वर्गचतुष्टयम् एकस्मिन् प्रत्येकस्मिन् वर्गे यत् कार्यं भवति तत् कार्यं समानम् अस्ति सर्वेषां वर्गसदस्यानां कृते अयमेव द्वितीयगणसमूहस्य कार्यविधिः अतः इमं जानीमः चेत् द्वितीयगणसमूहस्य क्रियापदरूपाणि जानीमः हि प्रत्ययानां वर्गचतुष्टयं वयं दृष्टवन्तः हलादि अपित् क्षम्यतां हलादिपित् अजादिपित् हलादि अपित् अजादि अपित् इति चत्वारः वर्गाः सन्ति प्रत्ययानां प्रत्येकस्मिन् वर्गे कार्यं यत् कार्यं भवति तत्तु सर्वेषां वर्गसदस्यानां कृते तु समानम् एव अस्ति यतोहि पितः प्रत्ययाः सन्ति चेत् तेन गुणः भवति तस्मिन्नपि अजादि भवति चेत् तत्र सन्धेः अवसरः अपि अस्ति अपि च अपित् अस्ति चेत् तत्र तु गुणवृद्धि निषेधः भवति इति तु समानं कार्यमेव सर्वेषां वर्गसदस्यानां कृते अपि भवति नाम अदन्तवर्ग सर्वेषां वर्गसदस्यानां कृते अदन्त अङ्ग अपि च अनदन्त अङ्गस्य कृते अपि इति मम अवगमनम्। अयमेव द्वितीयगणसमूहस्य कार्यविधिः। द्वितीयगणः नाम अनदन्तगण अनदन्तम् अङ्गम् भवति, तत्रापि एतदेव प्रत्ययस्य प्रत्ययेन प्रत्ययं निमित्तीकृत्य कार्यं तु तत्रापि समानमेव भवति। अतः इमं जानीमः चेत् तत्र क्रिया अनदन्त अङ्गस्य क्रियापदरूपाणि अपि सौकर्येण सिद्धं भवन्ति इति। अग्रिमवाक्यमपि अधुना अन्तिमः एकः विचारणीयः। उपरि उक्तमस्ति उपरि उक्तम् आसीत् यत् पित्वविषये यथा मूलप्रत्ययः तथैव सिद्धप्रत्ययः, मूलस्य पित्वं चेत् सिद्धस्यापि पित्वम् इति। किञ्च अत्र अपवादत्रयं प्रतीयते। अत्र ये प्रत्ययाः पित् प्रत्ययाः इति उक्तमस्ति, पकारसेत्संज्ञा भवति तिप् सिप् मिप् इति, तत्र यथा मूलप्रत्ययः भवति तथैव तस्य कैश्चन प्रत्ययैः तस्य सिद्धप्रत्ययस्य रूपं पृथक् भवति, तत्र भेदः भवति चेत् अपि मूलप्रत्ययः पित् अस्ति चेत् सिद्धप्रत्ययः अपि पित् भवति इति सामान्यरूपेण नियमः अस्ति। परन्तु तत्र त्रयः अपवादाः परिगण्यन्ते, ते के इति अधोभागे दत्तम् अस्ति। लोट् लकारस्य उत्तमपुरुषे आनि आव आम ऐ आवहै आमहै, आनि मिप् इत्यस्मात् आगतः, अतः तस्य पित्वम् अस्ति। किन्तु अवशिष्टप्रत्ययाः मूले तु पितः न सन्ति, तेषां पित्वं कुतः आगतम्? लोटि सर्वत्र परस्मैपदे आत्मनेपदे च उत्तमपुरुषे आड् आगमः, अयम् आगमः आ इति प्रत्ययानाम् आदौ युज्यते, येन सूत्रेण अयम् आट् आगमः विहितः, तेन एव सूत्रेण व्युत्पन्नप्रत्ययस्य पित्वं विधीयते। अत्र आनि आव आम अपि च ऐ आवहै आमहै इति लोट्लकारस्य उत्तमपुरुषस्य परस्मैपदिनः अपि च आत्मनेपदिनः प्रत्ययाः। अत्र आनि आव आम इति इत्यस्मात् मिप् इत्यस्य स्थाने आनि इति सिद्धप्रत्ययः भवति, मिप् इति मूलप्रत्ययः, आनि इति सिद्धप्रत्ययः। परन्तु तत्र आडुत्तमस्य पिच्च इति एकं सूत्रमस्ति, तेन सूत्रेण क्षम्यतां, तत्र मिप् इत्यस्य पित्वं तु अस्ति एव, तत् पित्वम् एव आनि इत्यस्मिन् अध्यारोप्यते। परन्तु अवशिष्ट ये प्रत्ययाः सन्ति, नाम आव आम ऐ आवहै आमहे, एते तु सर्वे सिद्धप्रत्ययाः येषां मूलप्रत्ययानां स्थाने आगताः, ते मूलप्रत्ययाः तु अपित् एव। परन्तु आडुत्तमस्य पिच्च इत्यनेन यत् आट् आगमः वयं कृतवन्तः, तेन तत्र पित्वम् अध्यारोप्यते। तर्हि मूलप्रत्ययस्य अपित्वं सिद्धप्रत्यये तत्र न अध्यारोपितः। अतः यद्यपि मूलप्रत्ययाः अपित् प्रत्ययाः, सिद्धप्रत्ययाः तु पित् प्रत्ययाः इति अत्र एकः अपवादः अस्ति। तत्र तर्हि उमा भगिनी सूत्रं पठति वा आडुत्तमस्य पिच्च? आम् पठामि भगिनि, श्रूयते वा? आडुत्तमस्य पिच्च लोट्लकारस्य तस्य स्थाने यः उत्तमपुरुषप्रत्ययः भवति तस्य आत् आगमो भवति, अपि च तस्य पित्वं भवति आडुत्तमस्य पिच्च। ओके, आम् आद्यन्तौ कथितौ इत्यनेन आट् आगमः प्रत्ययात् प्राक् आयाति, प्राक् आयाति आग् प्रथमान्तम्, उत्तमस्य षष्ट्यन्तं, पिच् प्रथमान्तं, च अव्ययम्, अनेकपदमिदं सूत्रम्। लोट् लङ्वत् इत्यस्मात् सूत्रात् लोटः इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः, अनुवृत्तिशब्दसूत्रं लोटः यस्य उत्तमस्य आट् पिच्च सो आड् उत्तमस्य पिच्च इति सूत्रः लोट्लकारे आगच्छति लस्य स्थाने उत्तमपुरुषप्रत्यये आट् आगमो भवति तस्मात् पित्वं भवति सो आद्यन्तौ दक्षितौ इत्यनेन आट् आगमः प्रत्ययात् प्राक् आयाति सो आद्यन्तौ दक्षितौ इति सूत्रेण आट् इति प्रत्ययः प्राक् आगच्छति आट् प्रथमान्तं सो लोटो लङ्वत् इति सूत्रेण लस्य अधिकारः अनुवृत्तिसूत्रं लोटः लस्य उत्तमस्य आट् इति सो आट् आगमः भवति आद्यन्तौ तचितौ सूत्रेण आट् पूर्वम् आगच्छति सो तस्मात् आड् उत्तमस्य पिच्छः लोटो लङ्वत् इति सूत्रेण लोटः लस्य उत्तमस्य आट् पिच्छ सो सर्वं पिच् भवति इत्युक्ते तत्र लोट् लकारे एकक्षणं भगिनी म्यूट् मध्ये अस्ति खलु भगिनी भवत्यपि म्यूट् क्षम्यतां तत्र भगिन्याः एव म्यूट् कृतं मया तत्र मम म्यूट् कथं जातम् इति न जाने अस्तु अस्तु तत्र मया किम् उक्तमिति चेत् लोट् लकारे उत्तमपुरुषप्रत्ययस्य आडागमः भवति तत्र पित्वमपि अध्यारोप्यते यथा तत्र शुभदा भगिन्या उक्तं पित्वमपि तत्र अध्यारोप्यते मूलप्रत्ययः पित्वा भवतु अपित्वा भवतु पित्वम् अध्यारोप्यते अनेन सूत्रेण अस्तु तर्हि उमा भगिनी वाक्यद्वयमपि पठतु अन्ततो समापयामः अनेन लोट्लकारे उत्तमपुरुषे सर्वेषां प्रत्ययानाम् आड् आगमः अपि च सर्वेषां प्रत्ययानां पित्वं तात् इति प्रत्ययस्य मूलरूपं मूलरूपं तातन् नित्वात् अपि तात् इति प्रत्ययस्य मूलरूपं तातन् नित्वात् अपि सो तत् इस् प्रथमपुरुषस्मिन् लकारे अस्ति तात् प्रत्ययः लोट्लकारे मध्यम प्रथमपुरुषः मध्यमपुरुषः एकवचने तात् अपित्वम् अपित् अस्ति तत्र तत्र तात् इत्यस्य प्रसङ्गे अपित् इति न वदामः वस्तुतः तत्र साक्षात् नित् अस्ति खलु निद्वत् अस्ति इति चेत् अपित् इति वदामः अत्र साक्षात् नित् अस्ति अतः वस्तुतः अपित् इति न वक्तव्यं परन्तु अस्माकं विभागः चतुर्धा कृतं चतुर्धा विभागः कृतः इति कृत्वा अत्र अपित् इति अत्र उक्तमस्ति वस्तुतः अत्र तातङ्प्रत्ययः तु अपित् नास्ति तातङ्प्रत्ययः साक्षात् नित् अस्ति खलु अस्तु तर्हि अत्र स्थगनं कुर्मः अत्र बहु किमपि नूतनं किमपि अधिकं न ज्ञातं केवलं बहु किमपि पुनस्मरणं कृतम् अपि च भेदः कः अदन्तम् अनदन्तम् इति अहं किं वदामि इति चेत् इतः अग्रे अदन्त अङ्गम् अनदन्ताङ्गम् इत्येषां प्रत्ययानां महान् लाभः अस्ति इति कृत्वा कृपया कण्ठस्थीकुर्वन्तु सुप्तप्रत्ययाः के के इति एकस्मिन् किं कागदे लिखित्वा स्थापयन्तु अस्तु भगिनि टैपो देर् प्रत्ययस्य कौण्ट् कम्स् टु 74 देन् but not 72 apit the apit total number apit and 3823 is given where was that okay okay ha ha atra pashyami amo pashyami that should be 37 and 22 I think instead of 38 instead of 38 and 23 it should be 37 and 22 then it will be 72 pratyayas लोट्लकारे भगिनी तात् इति प्रत्ययस्य मूलरूपं तिप् तत्र तु ह्योस्ताकम् आशिष्यो अन्यतरस्याम् इति अस्ति खलु तु हि इत्यनयोः तु प्रत्ययः तु हित् अस्ति हि प्रत्ययः तु तदपि पित् अस्ति सहर्यपिच्छ इति अस्ति खलु सहर्यपिच्छ तर्हि हि प्रत्ययः पित् अस्ति सो अध्यारोप्यते अपित्वं न सहर्यपिच्छ इत्यनेन हि प्रत्ययस्य अपित्वम् अध्यारोप्यते तस्य एव वैकल्पिकरूपं हि इत्यस्य स्थाने विकल्पेन तातङ्ग् इति आदेशः भवति परन्तु मूलप्रत्यये तु सिप् तिप् इत्यत्र तु पित्वम् अस्ति तर्हि पित्वम् अस्ति इदानीं तातम् इत्यनेन नित्वम् अध्यारोप्यते पित्वस्य स्थाने नित्वम् अध्यारोप्यते अस्तु अस्तु तर्हि अत्र स्थगनं कुर्मः धन्यवादः नमस्कारः धन्यवादः धन्यवादः भगिनी नमस्कारः धन्यवादः भगिनी।